नमस्कारः. अत्र हकारान्तदातव तव्यत्तुमुन् पृच्छति करपत्रे हकारान्तदातवः इति भागः आरभ्यते. आरम्भं करोति वा भगिनि अरुणा भगिनि? आं भगिनि, करपत्रं हकारान्तदातवः एकाच् हकारान्तदातवः अष्टदातवः अनिटः द्वादशदातवः वेत्तः एकादश सामान्यवेतदातवः युगसः सः दातु सामान्य हकारान्तदातवः त्रयः सामान्य हकारान्तदातवः अनिटः मिह्लिह् गुणकार्यं यथा अङ्गं तकार प्रथमं गुणकार्यं भवति पुकन्तलघुपदस्य इति सूत्रेण लघु इकवर्णस्य इकारस्य गुणभूत भवति. तदनन्तरं तकारादिप्रत्यये परे दातस्य हकारस्थाने ढकार आदेशः भवति. सूत्रमस्ति होडः इति सूत्रेण हकारस्थाने ढकार मेड् योगः तव्य प्रत्यय आदौ स्थितस्य तकारस्य ढकार आदेशः भवति. चष्टचोर्धोर्धः इति सूत्रेण ढकारस्थाने ढकारः आगच्छति. तदनन्तरं ढकारस्थाने ढकार आदेशः भवति शृणाष्टुः इति सूत्रेण होढयोगः ढव्य पूर्वतनस्य ढकारलोपः भवति दोढे लोपः इति सूत्रेण मेढव्य इति रूपं सिद्धं भवति. तदपि तुमुन् प्रत्ययः अस्ति चेत् मेडु इति रूपं भवति. तृच् अस्ति मेढ्रु इति प्रातिपदिकं मेधः मेढ्रु मेढ्रि इति श्रीलिङ्गशब्दम् अस्ति. तदेव तदेव लिह् नृह् धातु लिह् पदम् अङ्गकार्यमस्ति. तुकन्तलघुपदस्य सूत्रेण इकारगुणः भूत्वा लेह् योगः तव्य हकार होडः इति सूत्रेण हकारस्थाने ढकार लेढः तव्य प्रत्यय आदौ तस्य तकारमध्ये आदेशः भवति. दष्टतोर्धौर्धः इति सूत्रेण ततः मेधायोग धुव्य चुनाष्टुः इति सूत्रेण धकारस्थाने ढकारादेशः भूत्वा मे लेढव्य दोडे लोपः इति सूत्रेण पूर्वतनस्य ढकारलोपः भवति. लेढव्यं तदा एव लेडुं लेडुं लेढृ लेढः लेढृं लेढ्रि इति रूपं रुह् धातु. अत्र उकार अस्ति एकवर्णस्य तद् रोड् रोह् भवति. उकारस्थानगुणः अस्ति उकार रोह् रोडः होडः सूत्रेण अकारस्थाने ढकार रोढः एव तव्य तकार प्रत्यय आदौ तकार अस्ति चेत् महाप्रणधकार आगच्छति. सूत्रमस्ति जस्ततोर्धोर्धः इति सूत्रेण रो धैव्य स्टुनास्तु इति सूत्रेण धकारस्थाने ढकार आगच्छति रोढव्य रोडे लोपसूत्रेण पूर्व धकारलोप भूत्वा रोढव्य इति रोढव्यः रोढव्यः रोढव्यः रोढव्यं तुमुनपि रोड्डुं तृच् रोड्रु प्रातिपदिकं रोढ रोड्रु रोड्रि इति रूपम् अग्रे कति सप्ताहे तावत् पठितवन्तः अग्रे सरामः मणिमहोदय भवान् अग्रे अष्ट भगिनि साधु पठामि महोदय धन्यवादः षड् सामान्य अकारान्तदादयः वेट् तृ सृ उृ दृन् गृ गा इति इडादिपक्षे तृयोः इतव्य अत्र ऋकारस्य उपदाय अतः गुणः भवति कोन्दलभवति इत्यनेन तर्हयोः इतव्य तर्हितव्यः इति प्रातिपदिकं तर्हितव्य तर्वितव्यः तर्वितव्या तर्वितव्यम् इति रूपं तृः तुमन् प्रत्ययपक्षे तृहितुं तर्हितुं तदेव गुणः भवति तर्हितुम् इति तृच् प्रत्ययपरे तर्हितृ तर्हिता तर्हित्री इति त्रीणि रूपाणि अनिडाद्पक्षे वदामि वा अन्य अन्य दातु प्राप्य महोदय अनिडादिपक्षे तृह्यः तव्य अत्र गुणः भवति पोन्दलभवति इत्यनेन अनन्तरं हकारस्य तर्हि इति होढः इत्यनेन हकारस्य टकार आदेशः अनन्तरं टकारस्य प्रभावेन प्रत्ययस्य टकारयोः डकारः आदेशः अनन्तरं सुणासु इत्यनेन डकारः डोडे लोप इत्यनेन पूर्वतन डकारः लोपः भवति अतः दर्दव्यः दर्दव्य दर्दव्यः दर्दव्य दर्दव्यम् इति रूपाणि भवति तं प्रत्ययपरे तर्हि तदेव कार्यं भवति अनन्तरम् अन्तिमरूपं भवति दर्दुम् इति तृच् प्रत्ययपरे दड्रि दड्र दड्रि दड्र दड्र इति रूपं भवति महोदय अन्य धातवः वदामि वा अन्य इडादिपक्षे एवमेव सृः धातुः व्यवहर्तव्य इडादिपक्षे तर्हितव्य इति तर्हितव्यः तर्हितव्या तर्हितव्यम् इति तुमुन् प्रत्ययपरे तर्हितुं तृच् प्रत्ययपरे तर्हितृ तर्हि ता तर्हित्रि इति रूपेण रूपं भवति वृक् धातु अपि वर्हितव्यः वर्हितव्य वर्हितव्यः वर्हितव्यं तुमुन् प्रत्यये वर्हितुम् इति तृच् प्रत्ययपरे वर्हि तृ वर्हिता वर्हित्री इति त्रीणि रूपाणि तृन् प्रत्यये तृन् धातुः अत्र अस्ति तृन् तृमिहितव्यः तृङ्गितव्यः हृन्तव्या हृन्तव्यः इति त्रीणि रूपाणि तुं प्रत्यये तर्हितुं तृङ्गितुं त्रीणितुं तृच् प्रत्ययपरे त्रिणितृ त्रिणिता त्रिणित्रि इति रूपाणि गृहप्रत्ययपरे गृहपरे इडव्यवस्था सत् चेत् गुणकार्यं भवति गर्हि गर्हितव्य गर्हितव्यः गर्हितव्या गर्हितव्यम् इति त्रीणि रूपाणि तृन् प्रत्ययपरे गर्हितुं तृच् प्रत्ययपरे गर्हितृ गर्हिता गर्हित्री इति त्रीणि रूपाणि गाङ् धातुः गाहिता गाहितव्यः गाहितव्या गाहितव्यम् इति त्रीणि तुम् प्रत्ययपरे गर्हितुम् इति अनन्तरं तृच् प्रत्ययपरे गर्हितृ न क्षम्यतां गाहितृ गाहिता गाहित्री इति त्रीणि रूपाणि अनिडा इति पक्षे सृक् यः तव्य अत्र गुणः भवति उदाह तर्ह् इति स्तर्ह् उक्तवान् स्तर् अतः मृग् धातुः वदामि अत्र गुणकार्यं भवति वर्ह् इति होडः इत्यन अकारस्य ढकार आदेशः अनन्तरं जसस्तोरः तेन प्रत्यस्य तकारस्य ढकारः शृणासुः इत्यन ढकार आदेशः डोडेलः इत्यन पूर्व डकारस्य लोपः भवति अनन्तरम् अधः वर्ड वर्धव्य वर्धव्यः वर्धव्या वर्धव्यम् इति त्रीणि रूपाणि तदेव तुम् प्रतिपे वर्धुम् इति तिरुचिप्रतिपे वर्ध वर्ध्रि वर्ध्र इति रूपाणि तृण् प्रत्यपरे तृण् धातुपरे तदेव तृण्ड तृण्डव्य तृण्डव्य तृण्डव्यः तृण्डव्या तृण्डव्यम् इति रूपाणि तुम् प्रत्यपे दृण्डुम् तिरुच् प्रत्यपे दृण्ड दृण्ड दृण्ड्रि इति त्रीणि रूपाणि गृण् धातुः गर्धव्यः गर्धव्या गर्धव्यम् इति त्रीणि रूपाणि तुम् प्रत्ययपरे गर्धुम् तिरुच् प्रत्ययपरे गर्दृ गर्ड गर्द्रि इति गाः इति प्रत्यय धातु प्रत्ययपरे गाढा गाढव्यः गाढव्यः गाढव्यम् तुन् प्रत्ययपरे गाढुम् तिरुच् प्रत्ययपरे गाढृ गाढा गादि इति त्रीणि रूपाणि भवन्ति सूत्रं पठनीयं भवति धन्यवादः नमस्कारः भगिनि. सूत्रम् अस्ति होड हकारस्य ते सर्वे त्रिपादीसूत्रं सूत्राणि सन्ति. हकारस्य स्थाने धकारो आदेशः भवति झलि पदान्ते च. हकार इति स्थाने षष्ठी विभक्ति अनुवृत्तिसत्रं ढ इति प्रथमा विभक्ति आदेशः अस्ति. ढ झलि परनिमित्तम् अस्ति. झलि पदस्य पदान्ते अन्ते अस्ति पदान्ते यत् अस्ति इति. झषश्चतुर्ध अष्टमदस्य द्वितीयपदे चतुर्दशसूत्रं झष् उत्तरस्य तकार थकारयो स्थाने धकारो आदेशः भवति धा धातु वर्जित्वा तथा च तथौ अस्ति तथौ अनुवृत्तिसहितसूत्रम् अस्ति झ श तथौ ध अध तो झ श स्थाने इति झ श इति अस्ति वर्गीय चतुर्थ वर्णाः तेषां परे अस्ति तथ प्रत्यया यदि ते तथ स्थाने बकार आदेशः भवति बकार प्रथमा भवति किन्तु अध धा धातु वर्जिति वर्जित्व नै तत् पृशति तत्र अध इति भवति. ढोढे लोप ढकारे इति अस्ति अष्टमजासि तृतीयपादे त्रिदश कथं वदामि त्रयोदश त्रयोदशसूत्रं ढकारे परे पूर्वतनस्य ढकारस्य लोप भवति. ढषष्यन्त ढे सप्तम्यन्तं लोप प्रथमान्तं त्रिपदमिदं सूत्रं ढ ढे लोपः इति. ढ इति ढकारे परे इति ढकारे परे इति ढ परनिमित्तम् अस्ति. ढकारस्य लोपः भवति. ढकार पूर्वढकार यत् अस्ति तस्मस्ति स्थाने तत् अस्ति षष्टिभक्त्यां. ढे इति ढकारे परे अस्ति प्रत्ययस्य ढकार पूर्वनिमित्तं यत् अस्ति ढकार तस्य लोपः भवति, सो अन्ततो गत एकमेव ढ अवशिष्यते अस्ति। इदानीं त्रयदकारादिकारान्तधातव, इदानीं वयं सामान्य हकारान्तधातव दृष्टवन्तः, इदानीं यदि दकार हकारादौ अस्ति तत् ईदृश धातवः दः दिः दुः एते सर्वे अनटः, त्रयदकार हिकारान्तधातव दः दिः दुः इति सर्वे अनटः। गुणकार्यं यथा सङ्गम् हकारादिप्रत्यपरे दकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकार आदेशो भवति, दादे धातो घ इत्यनेन सूत्रेण, सूत्रसङ्ख्या अस्ति अष्टमध्यास्य द्वितीयपादे द्वित्रिश सूत्रं, ढोडे लोप अस्ति एक सूत्र होड अस्ति अस्ति अष्टमध्यासे द्वितीयपादे एकत्रिंशतं सूत्रम् अस्तु। अधुना प्रत्ययस्य झष् परत अस्ति, अतः प्रत्यादौ स्थितस्य तकारस्य ध आदेशो भवति, झषसतो ध अष्टमध्यासे द्वितीयपादे चतुर्दश सूत्रम् इति सूत्रम्। अधुना धातु परत झष् अस्ति धकार, अतः धात्वन्ते घ स्थाने तृतीयादेशो भवति, झलान् झषि इति सूत्रेण झष्वसन्धि इति। अस्तु इदानीं प्रक्रिया किं कथं भवति, यथा अङ्गकार्यं प्रथमं करणीयं, तो दह दिः दुः तत्र अस्ति, यदि इकारान्त लघु इकारान्त उपधायाम् अस्ति तत्र पुगन्तलघुपदस्य अनेन गुणकार्यं भवति करणीयं। तदनन्तरं दह दिः धु इति हकारपरे अस्ति, होड इति तव्य तुमन् तृष्टे तकारादौ अस्ति, झलि अस्ति, होड इति सूत्रस्य प्रसक्तिः अस्ति, किन्तु तत् बाधित्वा दादे धातो गति इतोपि विशिष्टसूत्रमस्ति, कारण कि दकार हकारान्त धातो आदौ दकार यदि अस्ति, यदि एतत् सूत्रं कार्यं न करोति निर्विकाशः भवति, व्यर्थं भवति, अतः दादे धातो घ इति सूत्रस्य प्रसक्ति प्राप्ति अपि भवति। सो इदानीं दादे धातो घ अनेन सूत्रेण हकारस्य स्थाने घ वर्गीय चतुर्थवर्ण आगच्छति। अधुना यदि घ इति झष् प्रत्याहारे अस्ति, तदनन्तरं तकार परे अस्ति, झषस्ततो ध इति सूत्रस्य कार्यं भवति, तकार स्थाने घ आगच्छति। तदनन्तरम् इदानीं धकार अस्ति झष् प्रत्याहारे प्रत्यय, पूर्वम् अस्ति ढकार इति अपि झषि अस्ति, किन्तु इदानीं झलान् झष् झषि इति सूत्रेण झष्वं भवति, झलि यत् धातोः ढकार अस्ति तस्य स्थाने घकार यत् अस्ति तत्र घकार आगच्छति इति प्रक्रिया आसीत्। इदानीं पश्यामः दः योगतव्यत् दादे धातो घ अनेन हकारस्य स्थाने घ आगच्छति, सो दग् योगतव्य अनुबन्धालोपानन्तरं झषस्ततो ध अनेन तकारस्य ध भवति, धग् योगधव्य झलान् झषि अनेन घकारस्य स्थाने घकार, सो दग् भव्य इति रूपं भवति। सो यदि दः योगतव्य दग्धव्य इति रूपं भवति, त्रिशुलिङ्गेषु भवति दग्धव्यः दग्धव्या दग्धव्यम् इति। तुमन् अस्ति समानप्रक्रिया भवति, दादे धातो घ झषस्तो ध झलान् झषि अनेन दग्धुम् इति रूपं भवति, दः योगत्रिश् तत्र भवति दग् दग्ध इति प्रातिपदिकं भवति, दग्धा पुलिङ्गे दग्ध्री स्त्रीलिङ्गे दग्ध्र इति नपुसङ्कलिङ्गे, तथैव यदि दृह् योग तव्यत् अस्ति तु समानप्रक्रिया रूपं भवति देग्धव्यं देग्धव्या देग्धव्य देग्धुं देग्धा देग्ध्री देग्ध्र. यदि दु अस्ति तत्र भवति दोग्धव्यं दोग्धव्या दोग्धव्यः दोग्धुं दोग्धा दोग्ध्री दोग्ध्र इति रूपाणि भवन्ति. अन्य को अत्र विमला भगिनी अत्र सूत्राणि पठित्वा अग्रिमपङ्क्तिमपि पठति वा भागमपि सर्वं करोतु. नमस्ते भगिनी, कण्ठवेदना अस्ति, शृणोमि कृपया. धन्यवादः. अस्तु, तर्हि अहमपि पठामि. दाधेर् दाधेर् धातोर् घः. दकारादिधातोः हकारस्य स्थाने घकारादो घकारादेशो भवति जलिपदान्ते च इति अत्र अनुवृत्तिसहितसूत्रं. दादेः धातोः हः घः जलि पदस्यन्ति च इति. जलां जशि, जलां स्थाने जशादेशो भवति जशि परे इति. जलां जशि संहितायाम् इति सूत्रम्, अनुवृत्तिसहितसूत्रम्. अग्रे तु चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च भवतः इति. तत्र तु दुः मृः श्नुः श्निहिति. तत्र आम्, तर्हि अत्र किं भवति, दुः इदादिपक्षे किं भवति दृः योगः इतव्य. अत्र तु किं सार्वधातुकार्धा पुगन्तलघुपदस्य च इत्यनेन द्रोः भवति. द्रोः योगः इतव्य द्रोहितव्य इति, तथा एव द्रोहितुम् इति. अनन्तरं द्रोहितृ इति प्रातिपदिकं, द्रोहिता द्रोहित्री द्रोहितृ इति प्रत्येकस्मिन् लिङ्गे. तदनन्तरं एवमेव मुह्धातोः तु मुह् योगः इतव्य मोह् भूत्वा मोहितव्यः मोहितव्या मोहितव्यं. तुमुन् मोहितुं, मोहितृ इति, मोहिता मोहित्री मोहितृ इति. श्नुः इत्यस्य धात्वादेशः सः इति सूत्रेण सकारः भवति, स्नुः भवति, स्नो. तदनन्तरं पुनः पुगन्तलघुपदस्य चैतन्येन स्नोः भूत्वा. तत्र यदा सकारः जायते तदा तु अकृतव्यः पाणिनीयाः इत्यनेन नत्वं निषिद्धं भूत्वा तत्र अल्पप्राणनकारः प्राप्तमः, स्नुः इति. पुगन्तलघुपदस्य चैतन्येन स्नोः भवति, स्नोः योगः इतव्य स्नोहितव्य इति, तथा एव स्नोहितम्. अनन्तरं स्नोहितृ इति प्रातिपदिकं, स्नोहिता स्नोहित्री स्नोहितृ इति. समानमस्ति स्नेह् इत्यस्मिन्, स्नेह् भूत्वा स्नेह् भूत्वा स्नेहितव्य इति. स्नेहितुम् इति तुमन् प्रत्यान्तरूपं, स्नेहितृ इति तृच् अस्ति, स्नेहिता स्नेहित्री स्नेहितृ इति. अग्रे अनिडादिपक्षे तु दृह् योगः तव्यत् इति भवति. तदा तु अधुना दादेर्धातोर्घः अत्र पुनः अनिटादिपक्षे अस्ति इति कृत्वा जलि वर्तते. तदा तु दादेर् धकारादिधातुः अस्ति इति कृत्वा दादेर्धातुर्घः इत्यनेन दृः इत्यस्य स्थाने तत्र हकारस्य स्थाने प्रथमं किं भवति पुगन्तलघुपदस्य भवति खलु, द्रोः भवति. तदनन्तरं कुत्र अस्मि, द्रोः भवति. तदनन्तरं दादेर्धातुर्घः इत्यनेन हकारस्य स्थाने घकारः भवति, द्रोग् योगः तव्य. तदनन्तरं तत्र तु पुनः जलां जशस्ततो तत्र किम् अस्ति इदानीं सूत्र वा दृहं विष्णु श्रमाम् अग्भागे अस्ति न, तत्र सूत्रस्य कारं भवति यत्र विकल्पेन द्वयं रूपम् आप्नुमः. आं भगिनि, किन्तु तत्र तु तत्र दृग् गकारः भूत्वा तदनन्तरं जलां जषिष् इति एव अस्ति. तत्र किं भवति, तदनन्तरं प्रथमं जषिश्चतुर्धूर्धः इत्यनेन तकारस्य स्थाने धकारादेशः भवति. तदा तु द्रोग् योगः धुम् इति धव्यु इति भवति. तदनन्तरं जलां जषि इत्यनेन महाप्राणघकारस्य स्थाने अल्पप्राणघकारः जायते. तदा तु द्रोग्धव्य इति. आम् आम् आम्, अत्र तु विकल्पेन तर्हि रूपत्रयं भवति. यत्र इडादिपक्षे तु एकमेव रूपम्, अनिदादिपक्षे वा द्रुः मुः श्नुः श्निहाम् इति सूत्रेण रूपद्वयं भवति. अन्यस्मिन् पक्षे किं भवति विकल्प, ओ अत्र तु अत्र तु धादेर्धातुर्गः इति नास्ति खलु. अत्र किमर्थं धादेर्धातुर्गः इत्यस्य कार्यं नास्ति, द्वयोः सूत्रस्य कार्यम् आगच्छति. होड अपि धादे धातोः द्वयोः कार्यम् आगच्छति इति एकमेव रूपं नास्ति. प्रथमं सूत्रं पठतु तदनन्तरं रूपाणि. वा द्रुः मुः श्नुः श्निहाम् इति, द्रुः मुः स्नुः श्निः इत्येषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारदेशः भवति जलिपदान्ते चेत् च. घकारस्य अभावे होडः इत्यनेन ढकारादेशो भवति. यदि दादेर्दतोगः इति भवति चेत् एकमेव रूपं प्राप्नुमः अणिरादिपक्षे, किन्तु अस्य सूत्रस्य प्रसक्तिर्भूत्वा प्रतिपदोक्तत्वेन बलवद्भूत्वा अत्र अस्य कार्यं भवति. अस्तु, तर्हि अन्यस्मिन् पक्षे तु दृहुयोगः तव्यत् इत्यस्मिन् होडः इत्यनेन हकारस्य स्थाने ढकारः, तदनन्तरं जषस्तुर्दोधः इत्यनेन तकारस्य स्थाने धकारः भवति. द्रोड् योगः ढव्यत् इति, तदनन्तरं डोडे लोपः धव्यत् इति धकारः एव अस्ति खलु. तदनन्तरं किं भवति अत्र पूर्वस्य धकारस्य लोप डोडे लोप न, प्रथमं तु धकारः भवति, महाप्राणधकारः भवति, तदनन्तरं धकारस्य अष्टुनाष्टुः इत्यनेन ढकारः भवति. तदा तु ध्रोड् योगः ढव्य इति भवति, तदनन्तरं डोडे लोपः इत्यनेन डोडे लोपः इत्यनेन पूर्वतनढकारस्य लोपः भवति ढकारे परे. तदा तु द्रोडव्य इति तथा एव द्रोढुं द्रोड्र इति, द्रोड्डा द्रोड्री द्रोड्र इति रूपाणि. मुह् इत्यस्य तु मोग्ध मोढ एकस्मिन् पक्षे मोग्धव्य इति, मोग्धव्य मोग्धुं मोग्धृ इति, अन्यस्मिन् पक्षे मोढव्य मोढुं मोड्र इति रूपाणि. मोडा मोड्रि मोड्र इति. स्नुः इत्यस्मिन् स्नोग्धव्य इति, स्नोग्धुं स्नोग्धृ इति, स्नोग्धा स्नोग्ध्रि स्नोग्ध्र इति. अनन्तरं ढकारः यत्र आयाति तत्र घकारः आदेशः नास्ति होडः इत्यस्मिन् पक्षे स्नोडव्य स्नोडुं स्नोड्र स्नोडा स्नोड्रि स्नोड्र इति रूपाणि. तथैव स्निः इत्यस्मिन् स्नोग्धव्य इति, स्नोग्धुं स्नोग्ध इति, स्नोग्ध्र इति, स्नोग्धा स्नोग्ध्रि स्नोग्ध्र इति. ढकारहोडः यत्र भवति तत्र तु स्नोढव्य स्नोडुं स्नोडा स्नोड्र इति, स्नोडा स्नोड्रि स्नोड्र इति रूपं. धन्यास्मि. समीचीनं भगिनी, प्रश्नः अस्ति. भवत्या उक्तम् अकृतव्यः पाणिनीयः इति स्नुः स्नेः प्रसङ्गे तत् किञ्चित् विवृणोति किम्? आं भगिनि, श्रयते. अहम् एवम् आगतवती इति, अमूले तु इस् मु इस् इति एव आसीत् खलु तत्र. ओ अस्ति, अस्तु. न न न षकारः एव षकार मूर्धन्यषकारः अस्ति तत्र मूर्धन्यशल्प् षकारः अल्पप्राणनकारः आसीत् तदनन्तरं स्तुः इत्यनेन एव णत्वं जायते षकारः अस्तु तदा यदा षकारस्य लोपः भवति शृणाष्टुः इति सन्धिकार्यमस्ति खलु अस्माकं चिन्तनं किम् आसीत् इत्युक्ते किम् अस्ति निमित्ताभावे निमित्तिकस्य अपि अपायः इति वयम् उक्त्वा वयं किं कृतवन्तः निमित्तं जायते अपगच्छति इति कृत्वा तेन यत् कार्यं विदितं तदपि अपगच्छति इति वयं पूर्वं किन्तु तद् नास्ति खलु किमर्थमिति तद् वार्तिकमपि नास्ति तत्तु सरलेन स्मरणार्थं तत्र सोपानेन स्मर्तुं वयं तद् स्मर्तुं शक्नुमः किन्तु तत् तत्तु सूत्रमपि नास्ति वार्तिकमपि नास्ति परिभाषा अपि नास्ति तदा किं कुर्मः इत्युक्ते अकृतव्यूहः पाणिनः पाणिनीयः इति सूत्रं किं वदति इत्युक्ते अकृत यत् यत् अग्रे गत्वा यस्य कार्यम् अपगच्छति तद् पूर्वं न कुर्मः षकारस्य इष्य नकार अल्पप्राणनकारः वर्तते मूर्धन्यषकारः अल्पप्राणनकारः मूले वर्तते न प्रक्रियायां वयं किमर्थं शृणाष्टुः इति किमर्थं वयं कुर्मः न कुर्मः एव किमर्थम् इत्युक्ते धात्वादेशः सः इत्यनेन अपगच्छति खलु षकारः तर्हि न कर्तव्यं तद् न कुर्मः तद् अग्रे गत्वा अपगच्छति तस्य कार्यं किमर्थं पूर्वं करणीयम् इति अकृतव्यूहः पाणिनः अकृत इति न करणीयम् अग्रे अपगच्छति तस्य कार्यमेव न कुर्मः तदा तु इष्यमूर्धन्यषकारः अल्पप्राणः नकारः एव तिष्ठति तदनन्तरं यदा धात्वादेशः सः इति भवति तदा तु षकारस्य मूर्धन्यषकारस्य स्थाने तालविषकारः आगच्छति दन्तिसकारः आगच्छति तदा तु णत्वस्य अत्र अवकाशः नास्ति एव णत्वं नकारः नकारः एव तिष्ठति अस्तु धात्वादेः शः सः इति अस्ति वा आं भगिनि धातु आदिम धातोः आदौ आदिमवर्णः मूर्धन्यषकारः अस्ति चेत् तस्य तृणषकारः भवति अस्तु धन्यवादः भगिनि भगिनि वार्तिकं किं भगिनि पुनः वदतु पाणिनीयाः अकृतं न कृतम् अकृतम् अकृतव्यूहाः पाणिनीयाः इति अग्रे गत्वा यत् न कर्तव्यं तद् आदौ न कुर्मः इति यत् अपगच्छति तद् आदौ न कुर्मः इति ओके ओके प्रथमं शृणुः कृत्वा तदनन्तरं तस्य निवारणं किमर्थं चिन्तयामः खलु प्रथममेव शृणुः न कुर्मः चेत् पर्याप्तं खलु इति कृत्वा कृतव्यूहः पाणिनीयाः अस्तु धात्वादेः शः सः इति अस्तु सूत्रम् आं भगिनि तत् स्मरति खलु यथा वयं पूर्वं यत्र चुटु इति तादृश तस्मिन् वयं धात्वादेशः अस्तु धन्यवादः 6163 भगिनि तत्र धात्वादेशे अरुणभगिनि भवत्याः क्रमः वर्तते पठामि भगिनि सह् वह् इति द्वौ धातु वह् धातु अनिट्टः अनिट् सः धातु वेटः तकारादिप्रत्ययपरे धात्वन्तस्य हकारस्य स्थाने धकारादेशो भवति होडः इत्यनेन सूत्रेण अधुना प्रत्यय जश् परतः अस्ति अतः प्रत्यय आदौ स्थितस्य थकारस्य थकारस्य च ध आदेशो भवति जस्तोर्धोर्धः इति सूत्रेण प्रत्यय आदौ स्थितस्य धकारस्थाने धकार आदेशो भवति स्टुनाष्टुः इति सूत्रेण पूर्वतनस्य ढ लोपो भवति ढोडे लोपः इति सूत्रेण लुप्ततकारस्य पूर्ववर्तिनः अकारस्य ओकारो आदेशो भवति सहि वह्योरो सहि वहो रोदवर्णस्य इति सूत्रेण ड्रालोपे पूर्वस्य दीर्घो नः इत्यस्य अपवादः सः वह इति धातु द्वौ धातु सः वह् धातु अनिट् सः धातु वेट् सो प्रथमं सः धातु स्वीकृत्य तव्यत् सः धातु वेट् इति जानीमः सो प्रथमं होडः इति सूत्रेण हकारस्थाने ढकारः भवति षट् षड् तव्य जस्तथोर्धोर्धः इत्यनेन षड् धव्य शृणाष्टुः इति सूत्रेण षड् धव्य डोडे लोपः इत्यनेन पदमधकारलोपः भूत्वा भवति तदनन्तरं सहि अहोरोवर्णस्य वर्णस्य अकारस्य ओकार भूत्वा सोढव्य इति रूपं सोढव्यः सोढव्या सोढव्यम् इति अस्ति वेट् अस्ति कृत्वा इडागमः भवति वदने सहयोगः कर्तव्य हकारस्थाने ढकारः आगच्छति षडिव्य धातुः केन सूत्रेण वेट् भवति ईशरीशस्रः लुभ अनेन अधोभागे अस्ति भगिनि शीशसः लुभरुषदिश इति सूत्रेण सः धातु क्षम्यताम् अर्णा भगिनि वदतु भगिनि न अवगतम् न न ससु धातुः वेत् इति उक्तमस्ति खलु वसु धातुः अन्यत् सस् वेत् इति उक्तम् आसीत् अहं विस्मृतवती केन सूत्रेण इति तर्हि भगिनी अधोभागे उक्तमस्ति इति सूत्रं सूचितवती शीशसः लुभरुषरिषः इति सूत्रम् वदतु भगिनि मुन् अत्रापि होडः कार्यं करोति दष्टचोर्धोर्धः इत्यनेन धकार धकारस्थाने धकार आगच्छति चुनाष्टु इत्यनेन धकार धकार भवति सशिवहोरोवर्णस्य इति सूत्रेण कारस्थाने ओकार भूत्वा सोढुं भवति पृच्छत्रापि सोढृ सोढः सोढृ सोढ्रि इति रूप भगिनि एतादिपक्षे ओके सः धातु सहितव्यः सहितव्यः भवति सहितव्य सहितुं सहितृ सहिता सहेतृ सहेत्रे भवति के पठनीय भगिनि धातु वा सूत्रं पठामि भगिनि सहि वहोरो रूपाणि उक्तवती वा ओ ओके वह् धातु वह् योगः तव्य होडः इति सूत्रेण ढकार हकारस्थाने वढ् योगः तव्य वड् तव्य हकारस्थाने जसो जशोर्धोर्धः इति सूत्रेण ढकारस्थाने ढकार आगच्छति वड् योगः धव्य स्तुनास्तु डकारस्थाने डकार वड् युगः धव्य सहि वहोर्णस्य इत्येन डकार दोडे लोपेन प्रथमलो डकार लोपः भवति तदनन्तरं सहि वहो वर्णस्य डकार लोप भूत्वा अकारस्थाने ओकार आगच्छति, ओढव्य इति रूपं भवति, ओढव्यः, ओढव्या, ओढव्यं, तुमनपि वोडु, वोढुं, तृच् वोढ्रु, ओढ, ओढ्रु, ओढ्रि. इदागं पच्चि केवलं वर्णमेलनमेव भगिनि. ततः एकरूप अनेट् अस्ति कुत्र किं वदामि भगिनि? पुनः मणिमहोदयस्य क्रमः अस्ति खलु. मणिमहोदय नः दातुः सूत्रं पठामि महोदय. किं पठतु महोदय. आमां सः लोभ दीश सः लुब ऋष ऋषः ईश् धातुः सक् धातुः लुम्ब अनन्तरं ऋष् ऋष् इत्येभ्यः पञ्चेभ्यः धातुभ्यः तकारादेः आदधात्मकप्रत्ययस्य इडात्मविकल्पेन भवति. इच्छादेः परस्य दादे दादेर् आर्धधात्को दादेर् आर्धधातुकस्य इडा विद्वा स्यात्. एते पञ्चधातवः नियमेन सेट् अनेन सूत्रेण तकारादि आर्धधातुकप्रत्यये वेटः इष्टा एषिता सक् धातुः सोडा सहिता लुग् धातुः लोब्धा लोभिता ऋष् धातुः रोष्टा रोषिता ऋष् धातुः रेष्टा रेषिता त्रीः किम् एषिष्यति इस् इत्यनेन सुधादिगणीयः च क्रयादिगणीयः च न तु द्विवादिगणीयः. इषशेष तकारे स्यन् प्रत्ययः स्यात् न स्यन् प्रत्ययात् प्रतिषेधः इति वाटिकं वाटिकेन प्रकृतसूत्रस्य कार्यं द्विवादिगणीयः इस् धातोः न भवति. इश्च सश्च लुच्च ऋश्च ऋश्च तेषां समाहारकेन्द्र इस सः लुब ऋष ऋष ऋष् तस्मात् इस सः लुब ऋष ऋषः इति सप्तम्यान्तम्. इस सः लुब ऋष ऋषः पञ्चम्यान्तं द्विपदं सूत्रं विभक्तिपरिणामम् इति चिन्तात्वेन प्रसङ्गवशात् ति यस्य षष्ट्यन्तं षष्ट्यन्तत्वं जायते ततः इति आर्धधातुकस्य ड्वलादेः इत्यस्मात् आर्धधातुकस्य इट् इत्यनयोः अनुवृत्तिः स्वरति श्रुति स्वेति धूजितो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इस सः लुभ ऋष ऋषः अङ्गात् तः आर्धधातुकस्य वा इट् सूत्रं वदति इस् धातुः सप्तधातुः लुप्धातुः ऋस् ऋष् इति पञ्चधातवः अस्ति तेषां वेट् भवति. मूले ऋषसः लुभ ऋष ऋष धातोः सेट् परन्तु आर्धधातुकेन वेटः भवति इति ऋषसः लुभ ऋष सूत्रं वदति. तदेव द्विवादिगणे त्रयादिगणे इषधातवः कार्यं करोति परन्तु द्विवादिगणे न करोति वार्तिकेन विशेषतकारे श्यन् प्रत्ययात् प्रतिषेधः इत्यनेन तेषु वार्तिकेन अत्र श्यन् प्रत्ययपरे इषधातोः कार्यं न करोति इति अत्र वदति महोदय. महोदय एष् पठामि एकं इकारः भवति चेत् एषिता अनीतपदे पक्षे एष्टा इति रूपं तदेव पञ्चधातुभ्यः अपि परन्तु तीः किम् एषिष्यति तस्य अर्थः न जानामि आं महोदय इत्युक्ते तकारादि अत्र तकारादिधातोः परतः इति एव अस्ति तकारादेः आर्धधातुकस्य एव इडागमः विकल्पेन भवति इति अत्र एषति इत्यस्मिन् इष्य धातोः परे कः वर्णः अस्ति पूर्वे वा एषिष्यति इति कीदृशं रूपम् गुणः भवति न एषिष्यति इति कीदृशरूपम् लृट्लकाररूपम् अस्ति खलु इष्य प्लस् इस्य प्लस् ति इति खलु अत्र इस् इति धातोः परे कः प्रत्ययः अस्ति प्रत्ययः अस्ति खलु महोदय प्रत्ययः इति प्रत्ययः अस्ति विकरणप्रत्ययः तर्हि इष्य धातोः परे तकारः अस्ति वा अन्यवर्णः अस्ति वा तकारः नास्ति तदेव अत्र विषयः अस्ति यत्र तकारः नास्ति चेत् केवलम् इदागमः भवति किन्तु विकल्पेन न भवति प्रत्ययस्य स्वभावम् अनुसृत्य नित्यं वा न वा भवितुम् अर्हति किन्तु विकल्पेन तत्र अस्य सूत्रस्य प्रकृतिः नास्ति इति कृत्वा ति इति किं किमर्थं सूत्रे ति इति उक्तम् इति प्रश्नः किमर्थं पाणिनिः इति उक्तवान् पाणिनिः इत्यस्य आवश्यकता किमर्थमस्ति इति तत्र प्रश्नं पृष्ट्वा तत्र उत्तरमपि दीयते यदि ति इति नास्ति चेत् किं भवति एषिष्यति इति एकं रूपम् अनन्तरम् इष्ययोगः इष्ययोगः ति इत्यस्मिन् तत्र इकारः न आगच्छति खलु विकल्पेन विदागमः न भवति अन्यस्मिन् रूपमपि भवति खलु इकारः विकल्पेन भवति कदाचित् आगच्छति वा महोदय I am telling you do not go somewhere Ashwini do not go to the third room on the left I am giving you that instruction right but you might ask me what if I go to the third room why are you saying third room right what is the purpose of saying third room right that is exactly what you are asking why does Panini say tea Right? Because in Lrit Lakara, we don't want two rupams, we just wanted one rupam. That's how chami mahodaya. Shia Pratir, that rupam. Vatikana, Vatidatam, that's how chami. But Thidi, Ityasya, Arthaha, Avashyakatakim, actually to put in something. Thi, Iti, Pani, Iti, Kimartam, Likitam, Tasi, Avashyakatakim, Iti, Prashnasya. Oh, okay, sir. तथा एव किमर्थं तथा एव ते लिखन्ति काशीयकारः इष् इति किं लुब् इति किम् इति किम् इति तादृशम् आर्द्रदातुकस्य इति किं मीन् वै डु वि पुट् वै डस् पाणिनि इवन् मेन्शन् दट् इति अस्तु महोदय क्षम्यतां भगिनी किमपि उक्तवती खलु सरला भगिनी सूत्रे ति कथम् आगच्छति ति इति सप्तमी विभक्ति ते परे अस्ति तत् सप्तम्यां विभक्त्याम् इष् इति धातुः अस्ति तत्र समणदीर्घसन्धिः भवति तीश् इति भवति सूत्रे इति साधु तीश् आम् आम् चकारे परे इष्यति सप्तमी तदनन्तरम् इष्यति अत्र साक्षात् धातव न तु तिष्ठिपा वा एका निर्दिष्टा सन्ति अत्र धातव साधु न अत्र तु इत्यस्मिन् धातोः अकारः उच्चारणार्थः अत्र सर्वे सः लुभ ऋष अकारः उच्चारणार्थः इति अस्ति खलु आम् अतः तर्हि सामान्यतया वयं लिखामः चेत् एवं लिखामः स्म वयं किमस्ति ईशसः लुभरुष रीष ऋषः ति इति लिखिष्यामः किन्तु पाणिनिः ति इति पूर्वं स्थापयित्वा ईश इति कृतवान् अग्रे अग्रे गच्छामः वा कस्य क्रमः आसीत् अधुना मम क्रमः पठतु नः नः धातु अनिट् नः धातु नः धातुः अनिट् नः योगतव्यत् नहोदः अष्टमध्यासे द्वितीयपादे चतुर्दशन्तसूत्रं नद् योगतव्य चषस्ततोध अनेन नद् योगधव्य झलाञ्चषि नद् योगधव्य नद्धव्य इति भवति नः इति धातु वयम् अन्यत् आवल्यां दृष्टवन्तः तत्र हकारस्य स्थाने धकारः आगच्छति सूत्रमस्ति नहोध अनेन सो यदि धकारस्य धकारः भवति इति धकार झषि अस्ति तदानीं झषस्ततो तस्य प्रसक्तिः प्राप्तिः भवति तो तव्य इति तकारादौ प्रत्ययः अस्ति तस्य तकारस्य स्थाने ध आगच्छति इदानीं धव्य इति सूत्रं झषि अस्ति प्रत्ययः झषि अस्ति अनेन नध् इति यत् धातु भवति तस्य झलियति तस्य जष्वं भवति जलाञ्च चषि अनेन नद्धव्य इति रूपं भवति त्रिषु लिङ्गेषु रूपं भवति नद्धव्या नद्धव्यः नद्धव्यं तथैव यदि तुमन् अस्ति तु नद्धुं त्रिश् अस्ति तु नध्र इति प्रातिपदिकं नद्धा नद्री नद्र इति त्रिशुलिङ्गेषु भवति सूत्रमस्ति नहोधः नः धातोः हकारस्य धकारादेषु भवति झलि पदान्ते च नः षष्ट्यन्तं ध प्रथमान्तं द्विपदमिदं सूत्रं होडः इत्यस्मात् ह इत्यस्य अनुवृत्ति दादे धातो घ इत्यस्मात् धातो इत्यस्य अनुवृत्ति झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्ति स्को संयुङ् अद्योरन्ते च इत्यस्मात् अन्ते अन्ते च न्ययो अनुवृत्तिपदस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं नः धातोः ह ध झलि पदस्य अन्ते च सो इति नः इति नः धातोः हकार इति धातो अस्ति न धातो हकार अन्ते ह इति स्थाने भवति ध आदेश अस्ति प्रथमाभक्त्यां परनिमित्तकमसि झलि अस्ति पदस्य अन्ते परनिमित्तकं भवति पदस्य अन्ते भगिनी धातु भवति साधु पदं यदि धातुसंज्ञा अपि भवति पदसंज्ञा अपि भवति खलु उदाहरणार्थं क्विप् प्रत्ययः अस्ति चेत् क्विप् तदा तु पदसंज्ञा पदान्ते तदा भवति प्रायः नड् इति वयं प्राप्नुमः तदा नड् इति धकारः भवति खलु नद् इति प्राप्नुमः नद् तावत्पर्यं चिन्तयामि वयं कृतवन्तः गुः न कृतं खलु चिन्ता नूतनतया योजितं निजन्तस् अनन्तधातूनाम् इति अनन्त यमदुगन्तस्य अपि अस्तु नापि न कृतं भगिनि न चिन्तयामि न कृतवन्तः मम एक प्रश्नः स्पष्टीकर उशान्त धातव मूर्धन्यशकार तालव्यशकार अपि शकार अपि भवति साधु उशान्त दातव उशान्त मूर्धन्य शशसर् इति उशान्त रेफ अपि आगच्छति उशान्त दातु शश शशसर् इति तत्र रेफः तु प्रत्याहारस्य रेफः केवलं ओके अपि यदि वयं वेद् धाति धातु वदामः आवली सूति सूयति सूति इति तत्र सुधातोः ये अदादिगणीय वा द्वादिगणीय धातुः अस्ति साधु सो रूपं सविता इति भवति खलु पुल्लिङ्गे किन्तु लोके सविता इति स्त्रीलिङ्गवचनमस्ति साधु स सविता नामपदं वयं वदामः, सविता इति स्त्रीलिङ्गे भिन्नपादं स्यात् भगिनि सविता इति, पश्यामि सविता इति कुतः आगच्छति इति, भिन्नपदं स्यात्। सविता अपि सृजन्त सवितृ इति वदामः लोकात्, सूते लोकात् लोकादि लोकादीनि इति, ओ तस्याः सूते इति तृच् प्रत्ययः सविता इति तत्र उक्तम् अस्ति, पुल्लिङ्गशब्दः इति सविता इति। इदानीं सुधातुतः वयं सोता इति आप्नुमः न, सविता तृच् प्रत्ययन्तं सविता, किन्तु पुल्लिङ्गे वयं वदामः, पुल्लिङ्गे एव वर्तते इति, तत्र नो चेत् सवित्री इति भवति स्म, सवित्री इति भवति स्म, लोके तु सविता इति एव ते स्थापयन्ति, महिलानामपि सविता इति, महिलानां सविता अस्ति साधु, सवितृशब्दः वर्तते खलु, सवितृ इत्युक्ते सूर्यं साधु, सवितृ सर्व सामान्य अर्थः तु सवित्र इति नपुंसकलिङ्गे अस्ति, सूर्य सवित्र इति पुल्लिङ्गे एव अस्ति, अत्र केवलं लोकान् सूते इत्युक्ते गिव्स् बर्त् टु द एण्टैर् लोका रैट् वितौट् सूते, इदानीं वयं सोता तत्र योजनेन सविता पुल्लिङ्गे, सवित्री स्त्रीलिङ्गे, सवित्र इति नपुंसकलिङ्गम् अस्ति न? आं भगिनि, अत्र सवितृमण्डलं, सवित्र इति प्रातिपदिकं, सवितृमण्डलम् इति वयं वदामः, सविता इति पुल्लिङ्गे एव अस्ति, सवित्री इति स्त्रीलिङ्गे अस्ति, तत्तु सत्यमेव, तत्र सन् इत्यस्य तु तत्र सर्वान् लोकान् अपि सूर्यात् एव आगच्छति खलु, सूर्यः नास्ति चेत् लोकस्य एव उद्धरणमेव नास्ति खलु, इति कृत्वा लोकस्य जननं करोति सूर्यः इति, लोकानां जननी वर्तते सूर्यः इति सविता इति तस्य सूर्यसन्निनाम, तदेव भवत्याः प्रश्नः अस्ति खलु, पुल्लिङ्ग मम प्रश्नः अस्ति, तत् सूर्य सवित्र तत् पुल्लिङ्ग नपुंसकलिङ्गे, सविता एव अस्ति, सवित्र इति प्रातिपदिकं, सविता इत्येव वदामः, सवितृमण्डलम् इति प्राति समस्तपदरूपेण सवितृमण्डलम् इति वदामः, सवित्र वयं सूर्यनमस्कारं कुर्मः तत् सवित्र सवित्रे नमः इति, सवितृशब्दस्य पुल्लिङ्गशब् सवित्र सवित्रे आगच्छति, नपुंसकलिङ्गे अपि समानं भवति सवित्रे, आम् प्रथमविभक्तौ द्वितीयविभक्तौ एव भेदः जायते खलु, सविता सवितारौ सवितारः, सवितारं सवितारौ सवितरः इति सवितरः इति भवति खलु, तदनन्तरं तु सवित्रा इति समानं भवति, नो अपि सवित्रम् इति मित्रम् इति सूर्यमित्राय तत्र सूर्य इति नपुंसकलिङ्गे अस्ति साधु, मित्रः इति पुल्लिङ्गशब्दः सूर्यः इति, सूर्यलिङ्गे मित्रमिति सखी इति एव अर्थः, अस्तु सखीशब्दः भ्रम जातं मम मनसि, अस्तु सो मित्र सूर्य अस्ति, मित्रम् इति नपुंसकलिङ्गे फ्रेण्ड् पुल्लिङ्गे सूर्यः, मित्रम् इति नपुंसकलिङ्गे फ्रेण्ड् सहोदर, धन्यवादः, धन्यवादः, धन्यवादः, अस्तु धन्यवादः, धन्यवादः।